अष्टमोऽध्यायः ते ब्रह्म तद्विदुः कृत्स्नम् इत्यादिना भगवता अर्जुनस्य प्रश्नबीजानि उपदिष्टानि। अतः तत्प्रश्नार्थम् अर्जुनः उवाच। अर्जुन उवाच, किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तम् अधिदैवं किमुच्यते अधियज्ञः कथं कोत्र देहेऽस्मिन् मधुसूदन प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः। येषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते भूतभावोद्भवकरो विसर्गः कर्मसंहितः। अक्षरं न क्षरति इति अक्षरं परमात्मा, एतस्य वा अक्षरस्य प्रजातिनि गार्गी इति श्रुते। परमम् इति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरं विशेषम्। तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः स्वभावः स्वभावः अध्यात्ममुच्यते। आत्मानं देहम् अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तुस्वभावः अध्यात्मम् उच्यते। अध्यात्मशब्देन विधीयते। भूतभावोद्भवकरः भूतानां भावः भूतभावः, तस्य उद्भवः भूतभावोद्भवः, तं करोति इति भूतभावोद्भवकरः, भूतवस्तु उत्पत्तिकरः इत्यर्थः। विसर्गः विसर्जनं देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः। स एष विसर्गलक्षणयज्ञः कर्मसंहितः कर्मशब्दितः इत्येतत्। एतस्माभि बीजभूतवृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतानि उद्भवन्ति। अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् अधियज्ञोऽहमेवात्र देहे देहभृताम्बर। अधिभूतं प्राणिजातम् अधिकृत्य भवतीति कोऽसौ क्षरः क्षरतीति क्षरः विनाशी। भावः यत्किञ्चिज्जनिमद्वस्तु इत्यर्थः। पुरुषः पूर्णम् अनेन सर्वमिति पुरिशयनात्वा। पुरुषः आदित्यान्तर्गतः हिरण्यगर्भः सर्वप्राणिकरणानाम् अनुग्राहकः सः अधिदैवतम्। अधियज्ञः सर्वयज्ञाभिमानिनी विष्णुमाख्या देवता यज्ञो वै विष्णुः इति श्रुतेः। स हि विष्णुः अहमेव। अत्र अस्मिन् देहे यो यज्ञः तस्य अहम् अधियज्ञः। यज्ञो हि देहनिर्वर्त्यत्वेन देहसमवायि इति देहादिकरणं भवति देहवृताम्बर। अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरं यः प्रयाति समद्भावं याति नास्त्यत्र संशयः। अन्तकाले मरणकाले च मामेव परमेश्वरं विष्णुं स्मरन् मुक्त्वा परित्यज्य कलेवरं शरीरं यः प्रयाति गच्छति सः मद्भावं वैष्णवतत्त्वं याति। नास्ति न विद्यते अत्र अस्मिन् अर्थे संशयः याति वा न वा इति। न मद्विषये एव अयं नियमः। किं तर्हि यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरं तं तमेवैति कौन्तेय सदा तद्भावभावितः। यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन् त्यजति परित्यजति अन्ते अन्तकाले प्राणमेव काले कलेवरं शरीरं तं तमेव स्मृतं भावमेव एते न अन्यं कौन्ते। सदा सर्वदा तद्भावभावितः तस्मिन् भावः तद्भावः स भावितः स्मर्यमाणतया अभ्यस्तः येन सः तद्भावभावितः सन् यस्मादेवम् अन्त्याभावना देहान्तरप्राप्तकारणं तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च मय्यर्पितमनो बुद्धिः मामैवैष्यस्य संशयः। तस्मात् सर्वेषु कार्येषु माम् अनुस्मर यथाशास्त्रम्। युद्ध च युद्धं च स्वधर्मं कुरु। मयि वासुदेवे अर्पिते मनोबुद्धि यस्य तव सत्त्वं मयि अर्पितमनोबुद्धिस्सन् मामेव यथास्मृतं येष्यसि आगमिष्यति। असंशयः न संशयः अत्र विद्यते। किञ्च अभ्यासयोगयुक्तेन चेतसानान्यगामिनं परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्। अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते एकस्मिन् तुल्यप्रत्ययावृत्तिलक्षणः विलक्षणप्रत्यय अनन्तरितः अभ्यासः स च अभ्यासो योगः। तेन युक्तं तत्रैव व्यापृतं योगिनः चेतः तेन चेतसा न अन्यगामिन न अन्यत्र विषयान्तरे गन्तुं शीलम् अस्ति इति न अन्यगामि तेन न अन्यगामिन परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले भवं याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योपदेशम् अनुध्यायन् इत्येतत्। किं विशिष्टं च पुरुषं याति इति उच्यते कविं पुराणम् अनुशासितारम् अणोरणीयां समनुस्मरिद्यहं सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णं तमसः परस्ताम्। कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनम् अनुशासितारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मादपि अणीयांसं सूक्ष्मतरम् अनुस्मरे अनुचिन्तयेत् यः कश्चिन् सर्वस्य कर्मफलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारम् अचिन्त्यरूपं न अस्य रूपं नियतं विद्यमानमपि केनचित् चिन्तयितुं शक्यते इति अचिन्त्यरूपः। तम् आदित्यवर्णम् आदित्यस्यैव नित्यचैतन्यप्रकाशो वर्णो यस्य तम् आदित्यवर्णम् तमसः परस्त अज्ञानलक्षणमोहान्धकारात् परं तम् अनुचिन्तयन् याति इति पूर्वेण सम्बन्धः। किञ्च प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव प्रभोर्मध्ये प्राणमावेशसंज्ञं सतं परं पुरुषमपैति दिव्यम्। प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन भक्त्या युक्तः भजनं भक्तिः तया युक्तः योगबलेन चैव योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थैर्यलक्षणं योगबलं तेन च युक्तः इत्युक्तः। पूर्वं हृदयपुण्डरीके वशीकृत्य चित्तं ततः ऊर्ध्वगामिन्या नाड्या भूमिये क्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक् अप्रमत्तः सन् सः एवं विद्वान् योगी कविं पुराणम् इत्यादि लक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं द्योतनात्मकम्। पुनरपि वक्ष्यमाणेन उपायेन प्रतिपित्सितस्य ब्रह्मणः वेदविद्वदनादिविशेषणविशेष्यस्य अभिधानं करोति भगवान्। यदक्षरं वेदविदो वदन्ति विहन्ति यद्यतयो भीतरागाः यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये। यत् अक्षरं न क्षरति इति अक्षरम् अविनाशि वेदविदः वेदार्थज्ञाः वदन्ति तद्वा एतदक्षरं गाढिब्राह्मणाः वदन्ति इति श्रुते सर्वविशेषनिवर्तकत्वेन अभिवदन्ति अस्तूलमनम् इत्यादि। किञ्च विशन्ति प्रविशन्ति सम्यक् दर्शनप्राप्तौ सत्यां यत् यतयः यतनशीलः सन्न्यासिनः वीतरागः वीतः विगतः रागः येभ्यः ते वीतरागः। यच्च अक्षरमिच्छन्तः ज्ञातुम् इति वक्तिशेषः ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति तत् ते पदं तत् अक्षराख्यं पदं पदनीयं ते तव सङ्ग्रहेण सङ्ग्रहः संक्षेपः तेन संक्षेपेण प्रवक्ष्ये कथयिष्यामि। सयोह वै तद्भगवन् मनुष्येषु प्रायणान्तं मुदा कथं भावसतेन लोकं जयति ते तस्मै स उवाच एतद्विसत्यकां परं च परं च परमुपक्रम्य यः पुनरेतं त्रिमात्रेणैव अक्षरेण परं पुरुषमभिध्यायेत स सामभिः उन्नीयते ब्रह्मलोकम् इत्यादिनः वचनेन अन्यत्र धर्मादन्यत्र अधर्मादिति च उपक्रम्य सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति यदिच्छन्तो ब्रह्मचर्यं चलन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमीतो इत्यादिभिश्च वचनैः परस्य ब्रह्मणः वाचकरूपेण प्रतिमावतो प्रतीकरूपेण वा परब्रह्मप्रतिपत्तिसाधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितदासनं कालान्तरे मुक्तिफलं मुक्तं येन तदेव इहापि कविं पुराणम् अनुशासितारं यदक्षरं वेदविदो वदन्ति इति च उपन्यस्तस्य परस्य ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्ति उपायभूतस्य कालान्तरमुक्तिफलम् उपासनं योगधारणासहितं वक्तव्यं प्रसक्तानुप्रसक्तं च यत्किञ्चित् इत्येमर्थः उत्तरो ग्रन्थः आरभ्यते। सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च मूर्ध्न्याधायात्मनः प्राणम् आस्थितो योगधारणा। सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराणि उपलब्धौ तानि सर्वाणि संयम्य संयमनं कृत्वा मनः हृदि हृदयपुण्डरीके निरुध्य निरोधं कृत्वा निष्प्रचारम् आपाद्य तत्र वशीकृतेन मनसा हृदयात् ऊर्ध्वगामिन्यनाड्य ऊर्ध्वम् आरुह्य मूर्ध्निम् आदाय आत्मनः प्राणम् आस्थितः प्रवृत्तः योगधारणां धारयितुम्।